ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः. हरिः ॐ श्रीभ्यो नमः. सर्वेभ्यः नमस्कारः. पाणिनिव्याकरणवर्गे सर्वेषाम् स्वागतम्. अस्माकं प्रवर्तमानविषयः अस्ति अष्टाध्यायाः समग्रदृष्टिः. अस्मिन् करपत्रे पठितवन्तः अष्टाध्यायीग्रन्थः इति प्रकरणग्रन्थः. तत्र सूत्राणाम् आयोजन प्रकरणरीत्या अस्ति. सो प्रकरणं वदामः चेत् तत्र एकस्य कार्यस्य कृते एकस्मिन् एव स्थले सर्वाणि सूत्राणि एकत्र दत्तानि, इत्युक्ते क्रमेण एकस्मिन् स्थाने एव विषय आधारीकृत्य एकं विषयम् एकः विषयः आधारीकृत्य तत्र सर्वाणि सूत्राणि महर्षिणा स्थापितानि. प्रकरणस्य उदाहरणानि अत्र सन्ति, यथा तत्र इत्संज्ञाप्रकरणम् अस्ति, अपि च तत्र द्वित्वप्रकरणम् अस्ति, अनन्तरम् अस्माभिः तत्र नत्वप्रकरणविषये अपि किञ्चित् पठितम्. तथैव तत्र सम्प्रसारणप्रकरणम् अस्ति, अतिदेशप्रकरणम् अस्ति. प्रथमाध्याये तत्र षड्विंशतिसूत्राणि सन्ति, यैः सूत्रैः तत्र अतिदेशप्रकरणं दत्तम्. तथैव तत्र स्वरसन्धिप्रकरणमपि अस्ति. तत्र षष्ठाध्याये प्रथमपादे अहं चिन्तयामि तत्र स्वरसन्धिप्रकरणम् अस्ति. अनन्तरं तत्र विसर्गसन्धिप्रकरणम् अपि च हलसन्धिप्रकरणं अष्टाध्याये तत्र चतुर्थपादे एव तत्र अस्ति. अतः तत्र सम्पूर्ण एकं विषयः आधारीकृत्य महर्षिणा तस्य विषयस्य विषये यानि सूत्राणि अपेक्षितानि ते सर्वाणि सूत्राणि एकस्मिन् एव स्थले तत्र दत्तानि. तस्य नाम एव अस्ति प्रकरणम्. सो प्रकरणरीत्या सूत्राणां पठनं कुर्मः चेत् तत्र सूत्राणाम् अर्थः वयं सरलतया अवगन्तुं शक्यते. किमर्थं चेत् सूत्रं स्वयं सम्पूर्णं नास्ति. अष्टाध्यायीग्रन्थे यानि सूत्राणि तत्र दत्तानि, सूत्रं स्वयं तु सम्पूर्णं नास्ति. तत्र अस्माभिः पूर्वसूत्रात् अनुवृत्तिः स्वीकरणीयम्. अतः अनुवृत्तिसहितसूत्रं पठामः चेदेव सूत्रस्य कः अर्थः, कदा एतस्य प्रयोगः करणीयम् इति वयम् अवगन्तुं शक्यते. अतः तत्र अनुवृत्तिः कथं भवति चेत्, यदि वयं सम्पूर्णप्रकरणं पठामः अपि च तत्र यानि तत्र मुख्यसूत्राणि सन्ति तस्मिन् प्रकरणे येषां प्रयोगः येषां सूत्राणां प्रयोगः तत्र वारं वारं भवति, तेषाम् अध्ययनं कुर्मः चेत् वयं तत्र अनुवृत्तिः कथं स्वीकरणीयम् अपि च सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते. अतः तत्र अत्र किं लिखितं, यद्यपि प्रक्रियाग्रन्थानि अपि अस्माभिः पठामः चेत् किमपि तत्र दोषः नास्ति, परन्तु प्रकरणग्रन्थस्य अध्ययनम् अपि आवश्यकम्. इदानीं पर्यन्तं तत्र सर्वेषु विद्यालयेषु अपि च प्रमुखविद्यालयेषु तत्र किं भवति, केवलं प्रक्रियाग्रन्थानि यानि प्रक्रियाग्रन्थानि सन्ति तेषाम् अध्ययनम् एव प्रचलति तत्र. अतः तत्र सूत्रस्य कुत्र कुत्र प्रयोगः करणीयम् इति तत्र भ्रमः जायते, स्पष्टता न भवति कथमेतत् सूत्रं कुत्र कुत्र कार्यं कर्तुं शक्यते. अतः तत्र वयं केवलं पदनिर्माणं तु अवगन्तुं शक्यते, परन्तु सूत्राणाम् अध्ययनं तत्र न भवति. शास्त्रस्य अध्ययनम् आवश्यकम्. व्याकरणशास्त्रम् इति पाणिनि शास्त्रमेव. तत्र अष्टाध्यायी इति ग्रन्थस्य अध्ययनम् अपि अस्माभिः तत्र करणीयम्। गतसप्ताहे वयं दृष्टवन्तः नत्वप्रकरणे अस्मिन् करपत्रे तत्र त्रीणि सूत्राणि दत्तानि, दशाभ्यां नूनः समानपदे अपि च अट्कुप्फाङ्ग्, अनन्तरं प्रातिपदिकात् नु विभक्तिषु च। सो वयं दृष्टवन्तः अत्र एकम् अन्यत् सूत्रमस्ति यत् यः अस्माभिः पूर्वे एव पठितम्, उत्सर्गात् असमासे अपि नोपदेशस्य। सो एतत् सूत्रम् उपसर्गात् असमासे अपि नोपदेशस्य इति नोपदेशस्य धातोविषये एव एतस्य सूत्रस्य प्रसक्तिः भवति। सो ये नोपदेशदातवः सन्ति तेषाम् आदौ एव दन्त्यनकार इति आदेशः भवति, परन्तु तेषां धातूनां पुनः कुत्रचित् अग्रे प्रक्रियायां पुनः तत्र मूर्धन्यनकारः आदेशः भवितुं शक्नोति यदि तादृश नोपदेशस्य धातोः पूर्वे तादृश उपसर्गः अस्ति यस्मिन् णत्वस्य निमित्तम् अस्ति, इत्युक्ते रेफः अस्ति नो चेत् शकारः अस्ति। तत्र अपि पुनः तत्र नोपदेशस्य धातुः यः दन्त्यनकारः नोणः इति सूत्रेण अभवत् तस्य पुनः मूर्धन्य आदेशः भवति। सो प्रणमति इति तत्र तादृशप्रदानि सन्ति, नम इति धातुः नोपदेशधातुः, नमति इति लट्लकाररूपं, प्र इति उपसर्ग योजयामः चेत् उपसर्गात् असमासे अपि अत्र समासः नास्ति, यदा तत्र तिङन्तपदस्य अपि च कोऽपि प्र इत्यापि पदसंज्ञा प्र इति उपसर्गस्यापि पदसंज्ञा अस्ति, नमति इति लट्लकारस्य एकवचनरूपस्यापि पदसंज्ञा अस्ति। सो पद अत्रापि पदानां तत्र किं संयोजनम् अस्ति, परन्तु अत्र समासः नास्ति, अस्य समासः इति नाम नास्ति। किमर्थं चेत् सुबन्धानाम् एव समासः समस्यते इति तत्र तादृशसंज्ञा अस्ति, समाससंज्ञा। अतः अत्र अस्मिन् सूत्रे लिखितम् उपसर्गात् असमासे अपि, समासे तु भवति, वयं दृष्टवन्तः समासे अपि पूर्वपदे निमित् अस्ति, उत्तरपदे निमित्तिन् अस्ति, तत्र कार्यं भवति, परन्तु अत्र समासविषयः नास्ति यदा तत्र प्रयोग नमति कुर्मः। अतः अत्र भिन्नसूत्रम् अपेक्षितम्, अत्र तु समासः नास्ति, अतः महर्षिणा एकम् अन्यत् सूत्रं दत्तं, उपसर्गात् असमासे अपि नोपदेशस्य नोणः, रसाभ्यां नोणः अट्कुप्वाङ्ग् नुं व्यये अपि इति तत्र सम्पूर्णानुवृत्तिः भवति। सो अट्कुप्वाङ्ग् नुं व्यये अपि इति सूत्रस्य सम्पूर्णप्रकरणे तत्र किम् अस्य अनुवृत्तिः भवति। किमर्थं चेत् सर्वदा साक्षात् परे निमित् अपि च निमित्तेन एक द्वयोः तत्र मेलनम् अस्ति, इत्युक्ते तत्र संहिता अस्ति, तदा एव कार्यं न भवति अत्र। अतः अत्र सि अत्र अस्मिन् प्रकरणे नत्वप्रकरणे यद्यपि एतत् अस्माभिः भासते एत इति हलसन्धिसूत्रम् अस्ति, परन्तु अत्र सन्धिः नास्ति। किमर्थं चेत् अत्र संहिताविषयः नास्ति, सन्धि संहिताविषये भवति। एकनिमिष वर्णयोः अत्यन्तसामीप्यम् अस्ति चेदेव सन्धि इति तत्र संहिताविषये भवति, परन्तु अत्र प्रथमसूत्रं तु अस्ति, तत्र संहिताविषयः वयं वक्तुं शक्यते, रेफस्य नो चेत् शकारस्य साक्षात् अनन्तरं दन्त्यनकारः अस्ति चेत् रसाभ्यां नूनः समानपदे इति सूत्रेण तत्र कार्यं भवति, तत्र साक्षात् परे अस्ति, मध्ये किमपि व्यवधानं नास्ति, परन्तु साक्षात् अनन्तरं वदति एतादृशव्यवधाने अपि तत्र नूनः भवति, दन्त्यनकारस्य मूर्धन्यनकारादेशः भवति, अतः अत्र संहिताविषयः नास्ति अस्मिन् सूत्रे अस्मिन् प्रकरणे। अतः भिन्नप्रकरणं दत्तं, णत्वप्रकरणं। सो व्याकरणशास्त्रे दन्त्यनकारस्य यः मूर्धन्यनकारादेशः भवति तत्र कानिचन कण्डिशन् सन्ति, अट् मध्ये अस्ति, कू मध्ये अस्ति, आङ् मध्ये अस्ति, नुम् अस्ति, एतादृशः व्यवधाने अपि कार्यं भवति, नोणः भवति, परन्तु निमित्तं तत्र भवेत्, निमित्तमस्ति रसाभ्यां। सो रेफ् शकारस्य उत्तरस्य पञ्चमी अस्ति चेत् उत्तरम् इत्युक्ते एकस्मिन् समानपदे रेफस्य पूर्वे कोऽपि दन्तिनकारः अस्ति तत्र तु कार्यं न भवति, अनन्तरम् अस्ति चेदेव तत्र कार्यं भवति इति रसाभ्याम् इति पञ्चमी। पञ्चमी अस्ति चेत् कार्यम् अनन्तरं भवति, निमित्तं पूर्वे अस्ति। अतः कस्मिंश्चित् यथा तत्र नारायण इति पदः नारायण, सो नारायण इति नकारः पूर्वे अस्ति, रेफः अनन्तरम् अस्ति, तत्र तु नकारस्य नत्वं न भवति। अतः अस्माभिः प्रत्येकस्य सूत्रे यानि पदानि तत्र सन्ति तेषां विभक्ति अनुसारेण इत्युक्ते अस्माभिः पूर्वे पठितं तत्र सर्वेषां विभक्तीनां तत्र विशिष्ट अर्थः अस्ति। सो तत् अर्थं जानीमः चेदेव पाणिनीयग्रन्थं पाणिनीशास्त्रं वयं पठितुं शक्यते। सो रसाभ्याम् इत्युक्ते रेफशकारस्य उत्तरस्य दन्तिनकारस्य, न तु पूर्वस्य। अतः तत्र अपि च समानपदे भवेत् इति वयं दृष्टवन्तः। अपि च अत्र यः 39 सूत्रम् अस्ति अस्मिन् प्रकरणे, तत्र पदान्तस्य किमस्ति सूत्रम्, यत्र पदान्तस्य नकारस्य नोणः न भवति। सो समानपदे किमपि कण्डिशन् अस्ति, परन्तु यदि दन्तिनकारः पदस्य अन्ते अस्ति, पदसंज्ञा अपि अत्र अपेक्षितं, सः पद कस्यचित् शब्दसमूहस्य अन्ते दन्तिनकारः अस्ति चेत् पूर्वे निमित्तम् अस्ति, इत्युक्ते रेफः ऋकारः शकारः अस्ति, अपि च मध्ये अट् कूपु आङ् नुम् इति अस्ति, तथापि तत्र पदान्तनकारस्य तत्र नत्वं न भवति इत्यपि अत्र तु सूत्रं न दत्तं, परन्तु अस्माभिः पूर्वे पठितम्। अतः एतानि सर्वाणि सूत्राणि तत्र अस्माभिः स्मरतानि। अस्तु, अपि च तत्र द्वित्वप्रकरणे अस्माभिः तत्र द्वित्वप्रकरणस्य विषये यानि द्वादशसूत्राणि तत्र सन्ति तत् सर्वाणि अस्माभिः पठितानि। सो कः वदति एकाचो द्वे प्रथमस्य इति सूत्रस्य कः अर्थः? एकाचो द्वे प्रथमस्य इति सूत्रं किं वदति? अत्र बिन्दुद्वयम् आवश्यकं, तत् किम्? कोऽपि वदतु। प्रयत्नं करोमि भगिनि। एक आचे द्वे प्रथमस्य इति सूत्रस्य अर्थः अच् प्रत्ययः एकः एव अस्ति चेत्, द्वे अस्ति चेत् अपि प्रथम एक अच् अच् वर्णस्य द्वित्वं भवति इति। पुनः वदतु, एकवारं पुनः वदतु। अच् वर्णस्य एक एक अस्ति तर्हि, द्वे अस्ति तर्हि प्रथम अच्वर्णस्य द्वित्वं भवति इति सूत्रं वदति। यथा जाग् जाग् अस्ति चेत् जा जाग् इति भवति। इत्युक्ते अपि च भगिनि अत्र कीदृशशब्दसमूहस्य व्याकरणशास्त्रे द्वित्वं भवति? अच् समूहस्य तु वक्तुं न शक्यते न, पठ् पठ् इति भवति चेत् तत्र पकारस्य अपि द्वित्वं भवति, पठ् पठ् भवति, प्रथम द्वितीयवर्णपर्यन्तं द्वितीय अच् वर्णपर्यन्तं तत्र पदं ऐ काण्ट् एक्स्प्रेस् मै सेल्फ् बट् फस्ट् अच्तः सेकेण्ड् अच् पर्यन्तम् अङ्गमिति अस्ति, जागृ अस्ति खलु, पदम् अस्ति, जागृत अस्ति खलु, यदा तत्र अनेका च अस्ति, शब्दसमूहः अनेका च अस्ति तदा एव एतादृशः चिन्तनं करणीयं. यद् शब्दसमूहः मूले एव एका च अस्ति तत्र किं करणीयं? यथा तत्र पाठीते मूले एकमेव आचवर्णः एकमेव अस्ति चेत् तदेव द्वित्वं भवति. अधिकमस्ति चेत् प्रथम एक प्रथम एकतः द्वितीय एक प्रथम अचवर्णतः द्वितीय अचवर्णपर्यन्तं पद इति भवति. जाग्र अत्र अच् वर्णः आ अस्ति तदनन्तरं आरभ्य पर्यन्तं सो आग् इति भवति वा जा इति भवति. भवती किम् उक्तवती प्रथम आच् आरभ्य द्वितीय आच् पर्यन्तं तद् नास्ति न द्वितीय वर्ण ऋ अस्ति खलु ऋ अस्ति आम् ऋकारः अचवर्णः आकारः अचवर्णः जाग्र इति अनेका चिन्ता मास्तु भगिनि. पूर्णिमा भगिनी वदति वा अत्र बिन्दुद्वयम् आवश्यकम् अस्मिन् सूत्रे तत् किम्? तदेव यदा कान्त्या भगिनी उक्तवती तावदेव अहमपि जानामि भगिनि. वदतु एकवारं वदतु बिन्दुद्वयं किम्? अभ्यास अभ्यस्त इति भवति तदा एकाचो द्वे प्रथमस्य अत्र अत्र पदयोः कोऽपि सम्बन्धः अस्ति वा भगिनि? प्रथमस्य इत्युक्ते यदा द्वित्वं भवति द्वयं द्विवारं भवति खलु द्विवारं भवति यदा द्विवारं तत् भवति तत् प्रथम अङ्ग प्रथम अङ्गं किं भवति तस्य पदस्य प्रथम आचरण प्रथम आचरणात् सह के वर्णाः सन्ति तावदेव तत्सर्वं नित्यं भवति इति. एकाचः इत्युक्ते एकाचर्ण एकाचर्णाच् इत्युक्ते स्वराः इत्युक्ते अत्र बहुव्रीहिसमासः अस्ति एकः अच् यस्य सः एकाचः इति अस्ति बहुव्रीहिसमासः अस्ति एकः अच् यस्य सः एकाचः. सूत्रं वदति प्रथमस्य एकाचः द्वे. अत्र सूत्रमस्ति प्रथमस्य एकाचः द्वे इति सूत्रम्. सो यः अत्र जागृ इति अनेकाच अस्ति सो सूत्रं वदति प्रथमस्य एकाचः द्वे. सो प्रथमस्य एकाचः प्रथमस्य एकाचः इत्युक्ते प्रथम अत्र सो जाग् इति यः अस्ति जाग् इति यः अस्ति तस्य किं नो चेत् जा इति यः अस्ति सः एव प्रथम एकाचः. सो अस्मिन् सूत्रे बिन्दुद्वयम् आवश्यकम्. एतत् अस्ति सामान्य इत्युक्ते औत्सर्गिक नियम अस्ति जनरल् नियम अस्ति. अत्र किमपि न उक्तं कीदृशशब्दसमूहः भवेत् हलादि भवेत् वा अजादि भवेत् वा परन्तु प्रथमस्य एकाचः द्वे इत्यनेन वयं ज्ञातुं शक्यते. सूत्रं वदति प्रथमः यः एकाच अस्ति प्रथम एकाचः इत्युक्ते भागः यः अस्ति यस्मिन् एकः अच् वर्णः तस्य द्वे करणीयम्. अतः मम मनसि अस्ति अत्र अन्य अच् वर्णः अपि भवेत् अतः एव महर्षि वदति केवलं प्रथमस्य एकाचः एव द्वे करणीयम्. अतः अत्र अस्माभिः सूत्रस्य अवगमनार्थं बिन्दुद्वयम् आवश्यकम्. अपि च वयं तत्र पठितवन्तः द्वित्वं व्याकरणशास्त्रे केषां प्रत्ययानां द्वित्वं भवति वा? प्रत्ययानां द्वित्वं भवति वा? प्रत्ययानां प्रत्ययः प्रत्ययः भवति भगिनि. प्रत्ययः तु निमित्तं भवति द्वित्वस्य कृते, द्वकार्यस्य कृते प्रत्ययः निमित्तम् अस्ति, निमित्तं भवितुं शक्यते. मम प्रश्नः, व्याकरणशास्त्रे कीदृशशब्दसमूहस्य द्वित्वं भवति? तत्र अनेकानि शब्दसमूहः सन्ति. धातु इति शब्दसमूहः अस्ति, प्रत्ययः अपि शब्दसमूहः, आगमः अपि शब्दसमूहः, आदेशः अपि कुत्रचित् शब्दसमूहः अस्ति. कुत्रचित् एकमेव वर्णः अस्ति आदेशे, परन्तु कुत्रचित् वर्णसमूहः अपि अस्ति. तथैव प्रातिपदिक, यस्य प्रातिपदिकसंज्ञा तदपि शब्दसमूहः. सो व्याकरणशास्त्रे कीदृशशब्दसमूहस्य द्वित्वं भवति? पूर्वस्मिन् वर्गे मया किञ्चित् उक्तं तस्य विषये. सो व्याकरणशास्त्रे यस्य शब्दसमूहस्य धातु इति संख्या, तस्य एव द्वित्वं भवति. धातूनाम् एव द्वित्वं भवति. प्रातिपदिकस्य, प्रत्ययस्य, आदेशस्य, आगमस्य द्वित्वं न भवति. अत्र तोसि अत्र अस्मिन् सम्पूर्णद्वित्वप्रकरणे कुत्रापि धातु लिखितं वा? कुत्रापि अस्माभिः पठितं वा धातु धातु कुत्र पठितं वा? न पठितं. केवलम् अत्र अस्ति लिटि धातोर् अनभ्यासस्य. अत्र साक्षात् धातुः इति दत्तम्. अस्मिन् आरभ्य तत्र धातुः इति वयम् अवगन्तुं शक्यते, परन्तु अत्र एट् सूत्रपूर्वे कुत्रापि धातुः इति न लिखितम्. सो वयं कथं जानीमः धातूनामेव द्वित्वम् इति तत्र प्रश्नः. कथं जानीमः धातूनामेव द्वित्वम्? सो अस्मिन् प्रकरणे द्वादशसूत्राणि सन्ति. अनन्तरं यः विधि अत्र विधिसूत्राणि अपि सन्ति. अत्र वदति अष्टम अष्टसूत्र आरभ्य तत्र विधिसूत्राणि सन्ति. लिटि धातोर् अनभ्यासस्य, लिटि इति सप्तमी अस्ति, संयङ्गोः सप्तमी द्विवचन, श्लौ सप्तमी एकवचन, चङ्गी सप्तमी. सो अत्र एषु चतुर्षु सूत्रेषु तत्र सप्तमीपदं दत्तं. सप्तमीपदं सूत्रे अस्ति चेत् किं भवति? तत्पदं किम् अस्ति प्रायशः? निमित्तं भवति कार्यस्य कृते, तत् निमित्तम् अस्ति. सो धातोः अनभ्यासस्य धातोः इति तत्र अत्रापि विशेषणविशेषभावः अस्ति. अनभ्यासस्य धातोः धातोः इति षष्ठ्यन्तं पदमस्ति. धातु उकारान्त शब्दः, अतः धातोः इति षष्ठ्यन्तं. सो अनभ्यासस्य धातोः लिटि लिटि परे द्वे भवति. अजादेर्द्वितीयस्य प्रथमस्य एका च द्वे इति तत्र सूत्रं भवति. सो अनभ्यासस्य धातोः लिटि इति सप्तमी अस्ति. तादृशधातोः किं? तत्र द्वे द्वित्वं भवति. सो अत्र विधिसूत्रम् अस्ति. धातोः अनभ्यासस्य धातोः द्वे भवति. कदा भवति? सर्वदा तु न भवति. लोट् परे न भवति, लिट् पर लट् परे न भवति. अत्र वदति लिटि परे. यथा तत्र लिटि इति अस्माकं लिट् लकारस्य विवक्षा अस्ति, अपि च धातुः अनभ्यस्तधातुः अस्ति, तदा तस्य धातोः द्वे करणीयम् अस्माभिः, सर्वदा करणीयम्. सर्वेषां धातूनाम् अनन्तरं लिट् योजयितुं शक्नुमः. लिट् इति किमस्ति? लिट् इति किमस्ति? धातुः अस्ति. लिट् लिट् लिट् इति प्रत्यय, लिट् लकार प्रत्ययः अस्ति. तत्र यत्र लिट् इति दत्तं तत्र प्रत्ययः परश्च इति अधिकारः अस्ति. लिट् इति प्रत्ययः. धातोः अनन्तरं यत्किमपि आयाति तस्य प्रत्ययसंज्ञा अस्ति. सो लिट् अपि प्रत्ययः. सो लिटि परे अनभ्यासस्य धातोः द्वे भवति इति प्रथमसूत्रं वदति. सो यदा वयं तत्र लिट् योजयामः, धातुयोग लिट् धातु किमपि धातुः यत्किमपि धातुः दश द्विसहस्रधातोः अनन्तरं लिट् आगन्तुं शक्यते तेषां यदि तेषाम् अभ्यस्तसंज्ञा नास्ति अपि च तेषां पूर्वे कुत्रापि केनापि कारणेन द्वित्वं न अभवत् तेषां तत्र लिटिपरे द्वे करणीयम् अस्माभिः तादृशधातोः द्वित्वं करणीयम् सूत्रं वदति लिटि धातोः अनभ्यासस्य सो अनभ्यासस्य धातोः लिटिपरे द्वित्वं भवति इति सूत्रं वदति अनन्तरं वदति सन्यङ्गोः सो सन्यङ्गोः यद्यपि सि अत्र सन् प्रत्ययः केषां शब्दसमूहानाम् अनन्तरम् अपि आगन्तुं शक्यते परन्तु आतिदेश सोरि ये सनाद्यन्तः ये सनादिप्रत्ययाः सन्ति तेषां तेषां तत्र यः विधिः अस्ति धातोः अनन्तरमपि अस्ति प्रातिपदिकस्य अनन्तरमपि अस्ति केवलं धातोः एव सनादिप्रत्ययः विधीयते इति किमपि नास्ति तत्र केच् काम् यच् तेषां तेषां तत्र विधिः प्रातिपदिकस्य अनन्तरमपि अस्ति तथैव सन् प्रत्ययस्य कृते यानि सूत्राणि सन्ति यदि वयं पुस्तकं पश्यामः अष्टाध्यायीसूत्रपाठः तत्र सन् प्रत्ययस्य पञ्चमसूत्र तृतीयाध्याये प्रथमपादे पञ्चसूत्रं यः अस्ति तत् आरभ्य सेवन् सूत्रपर्यन्तं तत्र सन् प्रत्ययः कुत्र कुत्र आगन्तुं शक्यते इति तत्र लिखितम् सो सन् प्रत्ययः केषां केषाञ्चित् प्रातिपदिकस्य अनन्तरमपि योजयितुं शक्नुमः परन्तु प्रातिपदिक् प्लस् सन् यदा भवति तत्र यः शब्दसमूहः निष्पद्यते तस्य पुनः धातुसंज्ञा भवति किमर्थं महर्षिः वदति सन् सनाद्यन्तः धातवः सो यद्यपि सः प्रातिपदिक् प्लस् सन् अस्ति तथापि अन्ततो गत्वा यत् शब्दसमूहः निष्पद्यते तस्य धातुसंज्ञा अस्ति परन्तु अनन्तरं सप्तमसूत्रे वदति धातोः कर्मणः समानकर्तकाः कर्तकादि इच्छायां वा सो विकल्पेन धातोः अनन्तरं वयं विकल्पेन सन् प्रत्ययः योजयितुं शक्नुमः परन्तु कर्ता समान भवेत् अपि च तत्र इच्छायां सो सः पठितुम् इच्छति इति वदामः चेत् पठितुम् इच्छति इति वदामः चेत् वयं तत्र सन् योजित्वा यत् तत्र पदं भवितुं शक्नोति तत् वक्तुं शक्यते नो चेत् वयं तत्र पठितुम् इच्छति इति वयम् अपि वक्तुं शक्यते किमर्थं चेत् सन् प्रत्ययस्य विधिः अस्मिन् सप्तमसूत्रे विकल्पेन अस्ति परन्तु अस्माकं विषयः तद् नास्ति अस्माकं विषयः अस्ति सन् इति प्रत्ययः अपि धातोः विधीयते यङ् अपि प्रत्ययः यङ् प्रत्ययस्य कृते सूत्रमस्ति 22 सूत्रं तृतीयाध्याये प्रथमपादे 22 सूत्रं धातोः एका च हलादेः क्रियासंविहारे यङ् धातुः एकाच् हलादि सो यः एकाच् हलादि धातुः अस्ति तस्य अनन्तरम् एव यङ् योजयितुं शक्नुमः कोऽपि अन्यधातुः अस्ति चेत् तत्र वयं यङ् योजयितुं न शक्नुमः सो जागृ इति अनन्तरं यङ् न आगन्तुं शक्यते किमर्थम् अनेकाच् अस्ति धातुः अनेकाच् अस्ति जागृधातुः ऊर्णुधातुः अनेकाच् अस्ति सूत्रमस्ति धातोः एकाच् हलादेः क्रियासंविहारे यङ् हलादि भवेत् एकाच् भवेत् तस्य धातोः अनन्तरम् एव तत्र यङ् आगन्तुं यङ् इति प्रत्ययः आगन्तुं शक्यते सो धातोः अनन्तरं यदा यङ् अस्ति नो चेत् सन् अस्ति तत्र अपि धातुः द्वित्वं करणीयं सो सन्यङ्गोः इति पञ्चमी द्विवचनात् पदमस्ति अतः अत्र अपि धातुः द्वित्वं भवति अनन्तरं श्लौ श्लौ इति यः अस्ति श्लू इत्यस्य सप्तमी एकवचनात् रूपम् अस्ति श्लौ यथा हरौ भूमौ तथैव श्लौ अस्ति सो श्लू इति किं व्याकरणशास्त्रे श्लू इति किम् वाट् इस् श्लू इन् व्याकरणशास्त्र वाट् इस् श्लू न श्लू इति किम् अस्ति इत् इति किम् अस्ति संज्ञा अस्ति भगिनि संज्ञा प्रत्ययः नास्ति श्लू इति कोऽपि प्रत्ययः नास्ति श्लू इति संज्ञा नामकरणम् अस्ति सो श्लू इति नामकरणं लुक् इति नामकरणं लुप् इति नामकरणं कस्य नामः इत् इति यः अस्ति सोरि लोपः यः अस्ति लोपः किम् अस्ति लोपः इत्युक्ते नामकरणं न तदपि नामकरणमस्ति नामकरणम् अस्ति श्लू अपि नामकरणं लुक् अपि नामकरणम् आदिप्रभृतिभ्यः शप् लुक् लुक् इत्युक्ते नामकरणमस्ति तस्य लुक् भवति शप् प्रत्ययस्य लुक् भवति लुक् इत्युक्ते लोपसंज्ञा अस्ति लोपस्य अन्यानि नामानि अपि तत्र लोपः इत्युक्ते सामान्यलोपः लुक् इत्युक्ते तदपि लोपः स्लू लोपः एव लुक् लोपः एव किमर्थं चेत् तादृशसूत्रमस्ति सूत्रं किम् प्रत्ययस्य लुक् श्लू लुप् लोपः लुक् श्लू लुप् लोपः सो यदा तत्र प्रत्ययस्य लुक् भवति तदपि लोपः इति एव अस्ति श्लू इत्यनेन लोपः भवति श्लू इति लोपसंज्ञा अस्ति लुक् इति लोपसंज्ञा अस्ति लुप् इति लोपसंज्ञा अस्ति विशिष्टलोपसंज्ञा अस्ति किमर्थं विशिष्टदत्तं विशिष्टलोपसंज्ञा किमर्थं दत्तं तत्र बहुत्र सामान्यलोपः अपि भवति वर्णानां लोपः भवति परन्तु श्लू निमित्तीकृत्य तत्र अग्रे व्याकरणग्रन्थे किमपि कार्यम् अपेक्षितम् अतः विशिष्टनामकरणं दत्तं तादृशलोपस्य एकं विशिष्टनामः श्लू तथैव यत्र लुक् इत्यनेन लोपः भवति तत्रापि किञ्चित् लुक् यस्य यस्य लुक् भवति तत्र एतानि कार्याणि अस्माभिः करणीयम् अतः तत्र यः संज्ञा अस्ति विशिष्टसंज्ञा यदा तत्र महर्षि करोति तस्य कोऽपि प्रयोजनम् अग्रे सूत्रेषु दृश्यते अत्रापि श्लू इति यः श्लौ इत्युक्ते यत्र प्रत्ययस्य श्लू इत्यनेन लोपः भवति श्लू सामान्यलोपः न श्लू इति लोपः भवति तत्र अपि धातुदित्वं भवति सो ज्योत्यादिगणे ज्योत्यादिभ्यः शप् श्लू इत्यनेन तत्र शप् श्लू भवति सो तत्र श्लौ इत्यस्य प्रसक्तिः अस्ति किमर्थं चेत् तत्र प्रत्ययस्य श्लू इत्यनेन लोपः अभवत् शप् प्रत्ययस्य श्लू इति लोपः अभवत् सामान्यलोपः न अभवत् शप् लोपः भवेत् इति तत्र न लिखितं ज्योत्यादिभ्यः शप् श्लू इति सूत्रम् अस्ति शप् प्रत्ययस्य श्लू भवति लोपः एव अस्ति परन्तु श्लू इति नामकरणेन विशिष्टनामकरणेन लोपः भवति अतः तत्रापि श्लौ यदा तत्र प्रत्ययस्य श्लू इत्यनेन लोपः भवति तत्रापि यः पूर्वे शब्दसमूहः तस्य द्वे भवति अतः ज्योत्यादिगणे शप् कदा आयाति ज्योत्यादिगणे शप् इति प्रत्ययः कदा आयाति धातोः अनन्तरं शप् प्रत्ययः कदा आयाति अस्माभिः किञ्चित् पठितं न सार्वधातुप्रक्रिया परन्तु शप् लुक् भवति तस्य लोपः भवति तत्तु सत्यं मया मम प्रश्नः कः भगिनि ज्योत्यादिगणे ये धातवः सन्ति तेषाम् अनन्तरं शप् कदा आयाति कर्तरि शप् प्रयोजनानन्तरम् आयाति कुत्र कुत्र आयाति शप् प्रत्ययः ज्योत्यादिगणे ये धातवः सन्ति कर्पत्राणि पठितानि न सार्वधातु तत् पठितं वादिगणे क्षुरादिगणे सार्वधातुकलकाराः अर्धधातुकलकाराः अनन्तरं तत्र सार्वधातुकलकाराः अर्धधातुकलकाराः च अधिकचिन्तनं तदपि पठितं न अस्माभिः सो धातोः अनन्तरं शप् कदा आयाति सः शप् लट् लोट् विधिलिङ्ग् लङ्लकारे किमर्थम् सार्वधातुकलकाराः एव आयाति इत्युक्ते यत्र सार्वधातुप्रक्रिया अस्ति तत्र एव इत्युक्ते केवलं लकारविषये नास्ति अस्माभिः तु लकारविषये पठितम् परन्तु वयं जानीमः धातुयोगशत्र अस्ति तत्रापि शपायति यत्किमपि धातुः सो दा धातुः जुहोति अधिगणस्य धातु दा योग शत्रुप्रत्ययः दा ददाति परस्मैपदी अस्ति दा योगशत्रु कुर्मः धातोः अनन्तरं यः प्रत्ययः अस्माभिः तत् प्रथमसोपाने एव अस्माभिः तत्र स्पष्टता भवेत् अत्र सार्वधातुप्रक्रिया अस्ति वा आर्धधातुप्रक्रिया कथं जानीमः अत्र कीदृशप्रक्रिया कीदृश प्रोसेस् अस्ति प्रत्ययस्य आधारीकृत्य प्रत्ययस्य स्वभावं दृष्ट्वा प्रत्ययः शित् अस्ति चेत् सार्वधातुप्रक्रिया भवति किमर्थं चेत् अत्र सूत्रं तादृशं तिंशित् सार्वधातुकम् सो यत्र सार्वधातुप्रत्ययः धातोः साक्षात् अनन्तरं सार्वधातुप्रत्ययः अस्ति चेत् सार्वधातुप्रक्रिया धातोः अनन्तरम् आर्धधातुप्रक्रिया अस्ति चेत् आर्धधातुप्रक्रिया दृट् लकारे तिबादयः सार्वधातुसंज्ञकाः दृट् लकारे किमर्थं चेत् किमर्थं तिबादयः सार्वधातुसंज्ञकाः कोऽपि वदतु तिबादयः सार्वधातुसंज्ञकः कथं वक्तुं शक्यते तिंशित् सार्वधातुकम् सत्यं तिंशित् सार्वधातुकम् इति सामान्यसूत्रं वदति तिङ् सर्वे तिङ् प्रत्ययः सार्वधातुसंज्ञकाः यद्यपि तत्र साक्षात् शकारस्य इति नास्ति परन्तु सूत्रे साक्षात् उक्तं षित् अपि च सर्वे तिङ् प्रत्ययः यः प्रत्ययः षित् अस्ति नो चेत् यः तिङ् प्रत्यये ये प्रत्ययाः सन्ति तेषां सार्वधातुसंज्ञा तु सार्वधातुप्रक्रिय यदा तत्र धातुयोग लट् अनन्तरं धातुयोग तिबादयः तत्र सार्वधातुप्रक्रिया अस्ति किमर्थं चेत् तत्र धातोः साक्षात् अनन्तरं सार्वधातुप्रत्ययः अतः तत्र सार्वधातुप्रक्रिया परन्तु धातोः अनन्तरं यदा तत्र लृट् अस्ति सो लृट् अस्ति चेत् तत्र शतासि लृ लुटो इत्यनेन स्य मध्ये आयाति स्य मध्ये आयाति चेत् इदानीं धातोः अनन्तरं स्य इति प्रत्ययः स्य अपि प्रत्ययः कोऽपि आगमः नास्ति किमर्थं वदामः आगमः नास्ति आगमः प्रत्ययस्य भागः एव भवति यदा तत्र इडागमः भवति इकारः प्रत्ययस्य भागः अवयवः भवति परन्तु यदा तत्र शतासि लृ लुटो इत्यनेन स्य आयाति तत्र प्रत्ययः परश्च स्य अपि प्रत्ययः भिन्नप्रत्ययः अस्ति टिप् भिन्नप्रत्ययः सो यस्मात् प्रत्ययः विधिः तदादिप्रत्यये अङ्गं स्य प्रत्ययस्य कृते भिन्न अङ्गं टिप् प्रत्ययस्य कृते भिन्न अङ्गं सो स्य प्रत्ययः तिङ् नास्ति शित् नास्ति अतः अर्धधातुकं शेष इत्यनेन स्य प्रत्ययः आर्धधातुकसंज्ञा भवति तस्य प्रत्ययः अतः तत्र आर्ध यद्यपि प्रथमे तत्र किं पश्यामः अत्र तु सार्वधातुकप्रक्रिया परन्तु यदा तत्र स्य मध्ये आयाति तदा किं भवति तदा तत्र आर्धधातुप्रक्रिया भवति अतः शप् आगन्तुं न शक्यते तत्र सो यत्र यत्र आर्धधातुप्रक्रिया तत्र शप् न आगन्तुं शक्यते यत्र यत्र सार्वधातुप्रक्रियः सार्वधातुप्रत्ययः धातोः अनन्तरं तत्र एव तत्रैव शप् आगन्तुं शक्यते किमर्थं चेत् शप्रत्ययस्य कृते यत् विधिसूत्रमस्ति कर्तरि शप् सार्वधातुके तत्र साक्षात् महर्षि वदति सार्वधातुके प्रत्यये परे एव शप् जुहत्यादिगणे शप्रत्ययः कदा आयाति लट्लकारे आयाति लोट्लकारे आयाति विधिलिङ्ग आयाति अपि च लङ्लकारे आयाति षट्षु अन्येषु षट्षु लकारेषु तत्र आर्धधातुसंज्ञा भवति आर्धधातुप्रक्रिया भवति अतः तत्र शप् आगन्तुं न शक्यते अतः शप् प्रत्ययस्य श्लु कदा भवति लटि भवति लोटि भवति लङ्गि भवति विधिलिङ्गि भवति सो यदा तत्र शप्रत्ययस्य श्नु इत्यनेन लोपः भवति तत्र एव दत्वम् इति तत्र पश्यतु सपोज दा दातु दा भुवादिगणे आदाति जुहो दयाति डोदायि धातु स्त्रीं दृश्यते वा दृश्यते भगिनि अत्र अत्र धा इति धान् इति धातुः भुवादिगणे दा इति अदादिगणे अनन्तरं डुदायि इति धातु जुहोत्यादिगणे अस्ति सो अस्माकं विषयः जुहोत्यादिगणे यत्र शप् श्लू भवति सो दा धातुः अत्र पश्यामः चेत् अत्र अत्र दृश्यतु ददाति लिट् लकारे तु भिन्नसूत्रेण द्वित्वं भवति तदस्ति लिटि धातोरनभ्यासस्य सर्वेषां धातोः अनन्तरं यदा तत्र लिट् प्रत्ययः आयाति तत्रापि धातुद्वित्वं भवति अतः ददौ इति अत्र अत्रापि द्वित्वं श्रूयते धातुः द्वित्वं श्रूयते अनन्तरं तत्र लुट् लुट् लुट् लकारे कुत्र अस्ति लोट् लकारे लृट् लकारे अत्र पश्यतु लृट् लकारे दास्यति दास्यतः दास्यन्ति अत्र द्वित्वं श्रूयते वा न श्रूयते किमर्थं चेत् अत्र शप् श्लु शप् आयाति एव न तस्य बेक्ग्रौण्ड् नाय्स् अस्ति कृपया म्यूट् करोतु तत्र कोऽपि बहिः अस्ति वा तत्र बेक्ग्रौण्ड् नाय्स् अस्ति पूर्णिमा भगिनि कृपया म्यूट् करोतु भगिनि सो अत्र दास्यति यदा तत्र लृट् लकारे धा योग अस्ति तिप् अस्ति एकवचनस्य विवक्षायां तिप् अस्ति परन्तु अत्र प्रथमसोपाने एव स्य प्रत्ययः अस्ति शतासि लृ लुटो इत्यनेन स्य आयाति सो स्य प्रत्ययः अर्धधातुकसंज्ञकः अतः अत्र कर्तरि शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः एव नास्ति किमर्थं चेत् अत्र धातोः अनन्तरम् अर्धधातुप्रत्ययः अतः शप् आगन्तुं न शक्यते अत्र यदा शप् न आयाति तस्य श्लू इत्यनेन कथं लोपं यद्यपि दा धातु जुहोत्यादिगणे अस्ति सो जुहोत्यादिभ्यः शप् श्लू इति सूत्रस्य प्रसक्तिः कदा भवति यदा पूर्वे प्रथमे तत्र शप् आनेतव्यं शप् यदा आयाति तदा एव तस्य श्लू इत्यनेन लोपः करणीयः परन्तु अत्र तु अर्धधातुप्रक्रिया अतः अत्र द्वित्वं न भवति यद्यपि धातु जुहोत्यादिगणस्य अस्ति तथापि अत्र द्वित्वं न भवति किमर्थं चेत् अत्र अर्धधातुप्रक्रिया शप् आगन्तुं न शक्यते अतः तस्य श्लू किमर्थं करणीयं यदि शप् एव नास्ति तस्य श्लू इत्यनेन लोपः तु न भवितुं शक्नोति न अतः जुहोत्यादिगणे यत्र सार्वधातुप्रक्रिया अस्ति तत्र एव शप् श्लू भवति प्रथमे शप् आयाति अनन्तरं तस्य जुहोत्यादिभ्यः शप् श्लू इत्यनेन लोपः भवति श्लू इति लोपः भवति तदा एव श्लौ इति सूत्रस्य प्रसक्तिः भवति सो श्लौ परे इत्युक्ते श्लौ यदा तत्र शप् प्रत्ययस्य श्लू इत्यनेन लोपः भवति तदा एव धातुद्वित्वम् अन्यथा धातुद्वित्वं न करणीयम् अत्र लङ्लकारे अपि द्वित्वं भवति अददात् लङ्लकारे सार्वधातुकलकारः लोट् लकारे अत्र सन्धिसूत्रमपि अस्ति परन्तु ददानि ददावः ददाम ददाव ददाम अत्रापि द्वित्वं भवति लोट् लकारे लङ्लकारे लटि अपि च विधिलिङ्गि दध्यात् अत्रापि द्वित्वं परन्तु अन्यत्र कुत्रापि द्वित्वं न भवति लुङ्लकारे अधात् अधात् अस्ति अत्र लङ्लकारे अदधात् अत्र अधात् द्वित्वं न भवति अर्धधातुप्रक्रिया अस्ति इति वयं तत्र सो वी हेव् टु कीप् दिस् होल् पिक्चर् इन् मैण्ड् धातुः द्वित्वं कदा सो श्लौ इत्यनेन श्लौ इति सूत्रे यः द्वित्वं भवति, यत्र शप् आयाति तस्य श्लू इत्यनेन लोपः भवति, तत्र एव एतत् सूत्रं कार्यं कर्तुं शक्यते, श्लौ इत्यनेन लोपः. अतः I don't know, I keep on forgetting things. So, धातोः अनन्तरं लिटिपदे द्वित्वं भवति, सन् परे द्वित्वं भवति, यङ् परे द्वित्वं भवति, यदा शप् श्लू भवति तत्र द्वित्वं भवति, अपि च चङ् प्रत्ययपरे अपि द्वित्वं भवति. सो एतानि सर्वाणि, एते सर्वे प्रत्ययाः धातोः विधीयते. अतः वयं किं वदामः, द्वित्वं व्याकरणशास्त्रे धातूनामेव भवति. किमर्थं चेत् निमित्तं, यानि निमित्तानि अत्र सन्ति ते धातोः विधीयते. ते प्रत्ययः निमित्तं भवति द्वित्वस्य कृते, प्रत्ययनिमित्तीकृत्य एव द्वित्वं भवति, सर्वदा द्वित्वं न भवति. विशिष्टप्रत्यय अनन्तरम् अस्ति तदा एव धातु द्वित्वं भवति. अतः धातूनामेव व्याकरणशास्त्रे द्वित्वम्. अपि च एक इदानीं तत्र एका च द्वे प्रथमस्य इति सूत्रस्य विषये तत्र बिन्दुद्वयं मया उक्तं. बिन्दुद्वयं कोऽपि वक्तुं शक्यते वा, किमस्ति बिन्दुद्वयम्? अत्र अस्माभिः सर्वदा स्मर्तव्यम् एकाच द्वे प्रथमस्य इति सामान्यसूत्रमस्ति. प्रथमस्य एकाचः द्वे करणीयं. कदा करणीयं तद् जानीमः, लिटिपरे करणीयं, सनिपरे करणीयं, यङ्गिपरे करणीयं, यदा शप् प्रत्ययस्य श्लू भवति तदा करणीयं, चङ्गिपरे अपि करणीयं. परन्तु सूत्रं वदति प्रथमस्य एकाचः द्वे, न तु द्वितीयस्य, तृतीयस्य, चतुर्थस्य, प्रथमस्य एकाच द्वे. सो अत्र बिन्दुद्वयमस्ति, प्रथमबिन्दु. यदि इदानीं वयं तत्र किं वदामः, धातुः. किमर्थं चेत् इदानीं मम मनसि स्पष्टता अस्ति धातूनामेव द्वित्वम्. अतः मम तत्र यः वाक्यम् अस्ति तदस्ति, यदि धातुः एकमेव अचवर्णः तत्र सम्पूर्णधातुः द्वित्वं भवति इति प्रथमबिन्दुः. सो प्रथमबिन्दुः किम् अस्ति, यदि धातुः एकम् एव अचवर्णः सम्पूर्णधातुः द्वित्वं भवति. पठ् पठ्, वद् वद्, चल् चल्, लिख् लिख्, दादा. किमर्थम् एकमेव अचवर्णः इति प्रथमबिन्दुः. द्वितीयबिन्दुः एतस्य सूत्रस्य कृते, यदि धातुः अनेका च अस्ति यथा जाग्र, प्रथमेन्दु अस्ति यदि धातुः एकमेव अचवर्णः सम्पूर्णधातुः द्वित्वं भवति. द्वितीयं, यदि धातुः अनेका च अस्ति तदा द्वितीयस्वरपर्यन्तं यत् भागः तस्य द्वित्वं करणीयं, तस्य भागस्य. प्रथमे द्वितीयस्वरपर्यन्तम् इत्युक्ते मे बि देर् इस् थम् थर्ड् स्वर आल्सो. कुत्रचित् यदा वयं निच् प्रत्ययः योजयामः, निच् प्रत्ययस्य योजनेन तत्र किं वयम् अन्ते किम् आयाति, इकारः आयाति. सो मे बि कुत्रचित् निच् प्रत्ययस्य योजनेन तत्र मोर् देन् टु स्वराज् अपि आयाति. अतः न केवलं स्वरद्वयं कुत्रचित् भवति, कुत्रचित् स्वरत्रयमपि तत्र सन्ति. सो इदानीं वदति प्रथमस्य एकाचः द्वे, यः प्रथम एकाचः अस्ति तस्यैव द्वित्वं करणीयम्, अन्येषाम् एकाच अव्ययानां तत्र द्वित्वं न करणीयम् इति प्रथमसूत्रं वदति. सो द्वितीयसूत्रपर्यन्तं किमर्थं चेत् प्रथमस्य एकाचः एव द्वे करणीयम्, द्वितीय एकाचस्य न, द्वितीय एकाच अव्ययवस्य न. सो द्वितीयस्वरपर्यन्तं, सो द्वितीयबिन्दुः किमस्ति, यदि धातुः अनेकाच यथा जाग्र, यदि धातुः अनेकाच तदा द्वितीयस्वरपर्यन्तं यत् भागः, यत् भागं तस्य द्वे, तस्य द्वित्वं करणीयं. सो अत्र जाग् जाग्र भवति. अनन्तरं वयं जानीमः तत्र गकारस्य किं केन सूत्रेण तस्य सः अवगच्छत्, हलादिशेषः. सो हलादिशेषः इत्यनेन तत्र केवलं जा एव अवशिष्यते. अनन्तरं ह्रस्वम् इति सूत्रेण जजाग्र इति भवति, जा अपि न तिष्ठति, जजाग्र भवति. सो अत्र द्वितीयस्वरपर्यन्तं यत् भागः तस्य द्वे, तृतीय अस्ति तत् अस्माकं विषयः नास्ति इति एतत् सूत्रस्य अर्थः. सो यदि प्रथमबिन्दुः अस्ति, यदि धातुः एकमेव अचवर्णः सम्पूर्णधातुः द्वित्वम्, यदि धातुः अनेकाच् द्वितीयस्वरपर्यन्तं रूपर्यन्तं यत् भागः तस्य द्वे करणीयं. सो जाग् इति भागस्य द्वे करणीयम्. अनन्तरं घकारः अपगच्छति, दीर्घस्वरस्य तत्र ह्रस्वं भवति, सो जजाग्र भवति अन्ततो गत्वा इति प्रथमस्य एकाच द्वे. अवगतं वा सर्वैः? आं महोदय. इदानीम् अजादेर् द्वितीयस्य, द्वितीयस्य एकाचः द्वे अजादेः. सो अत्र विशिष्ट लिखितम् अजादेः. सो अजादेः शब्दसमूह अजादि अस्ति, तस्य आदौ अच्वर्णः अस्ति, तत्र प्रथमस्य एकाचः द्वे न करणीयम्, तत्र द्वितीयस्य एकाचस्य, द्वितीयस्य एकाचः द्वे. सो यः द्वितीयः एकाच अवयवः तस्य द्वे करणीयं यदि अजादिधातु अस्ति. इत्युक्ते द्वितीयस्य इत्यनेन किम् अवगन्तुं शक्यते? प्रायशः अनेकाच् भवेत्. किमर्थं चेत् तत्र प्रथम एकाचः अपि अस्ति, द्वितीय एकाचः अपि अस्ति. अतः कुत्र तादृशस्थितिः भवितुं शक्नोति? यत्र धातु अनेकाच् अस्ति. सो अनेकाच् अजादिधातूना कृते एतत् सूत्रमस्ति, द्वितीयसूत्रम्. अत्र किमपि न लिखितम्, अस्माभिः अत्र विचारः करणीयः. वदति द्वितीयस्य एकाचः द्वे, इत्युक्ते तत्र प्रथमः एकाचः अपि अस्ति, द्वितीय एकाचः अपि अस्ति, परन्तु अनेन सूत्रेण तु द्वितीयस्य एकाच अवयवस्य द्वे करणीयम्. किमर्थम्? किमर्थं चेत् यदि सः अजादि अस्ति, अजादि अस्ति चेदेव एतत् सूत्रं कार्यं कर्तुं शक्यते. अजादि नास्ति चेत् वी हेव् टु गो बेक् टु द फस्ट् सूत्र ओन्लि, एकाच द्वे प्रथमश्च. यदि धातुः अनेकाच् अस्ति अपि च अजादि अपि अस्ति, तदा एव द्वितीयसूत्रस्य विचारः करणीयम्, अन्यथा न करणीयम्. सो द्वित्वं शब्दस्य यः द्वित्वं भवति सूत्रद्वयेन एव, सूत्र ये प्रथमसूत्रम् अपि च द्वितीयसूत्रम्, अनयोः सूत्रयोः एव द्वित्वं करणीयम्. सो अत्र वदति द्वितीयस्य, सो प्रथम एकाचः कः अस्ति? प्रथमस्वरः यः अजादि अस्ति चेत् प्रथमस्वरः अपि एव प्रथम एकाच अवयवः. सो द्वितीय एकाचः कः? प्रथमस्वर विहाय द्वितीयस्वरपर्यन्तम्, इन्क्लूडिङ्ग् द्वितीयस्वरपर्यन्तम् इत्युक्ते इन्क्लूडिङ्ग् द द्वितीयस्वर, बिकास् वी नीड् एकाच्. एकाच् इत्युक्ते एकः अच् यस्य सः एकाचः. अट्लीस्ट् वन् स्वर् शुल् बि दियर्, देन् ओन्ली देट् विल् बि नोन् एस् एकाचः. सो द्वितीयस्य एकाचः द्वे इति अत्र एकाचः द्वे इति अनुवृत्तिः अस्ति पूर्वसूत्रात्. सो द्वितीयस्य एकाचः द्वे अजादेः अस्ति चेत्, सो ऊर्णो इति यः अस्ति प्रथमस्वर विहाय, सः यः ऊ इति भागः सः प्रथम एकाच अवयवः, तत् विहाय. किमर्थं चेत् द्वितीय एकाचस्य अस्माभिः द्वे करणीयम्. सो ऋणु इति अस्य, ऋणु इति द्वितीयस्वरपर्यन्तं, द्वितीयस्वर उकारः, उकारपर्यन्तं यत् भागः ऋणु इति भागः सः द्वितीय एकाचः, तस्य द्वे करणीयम्. सो ऋणु इति भागस्य द्वे भवति, द्वित्वं भवति. वयं जानीमः तत्र रेफः संयोगस्य आदौ रेफस्य द्वित्वं न भवति, निषिध्यते, निषेधः अस्ति. प्रथमे ऋणु इति अस्ति, परन्तु तृतीयसूत्रेण रेफस्य द्वित्वं निषिध्यते. तेम वे धकारस्य संयोगे प्रथमवर्णः धकारः अस्ति, तस्य द्वित्वं न भवति. सिमिलर्लि यः संयोगस्य प्रथमवर्णः नकारः अस्ति तस्य अपि द्वित्वं भवति. अत्र नकारः द्वितीयवर्णः न तु प्रथमवर्णः. अत्र प्रथमवर्णः रेफः ऋणु ऋणु इति यः अस्ति रेफः प्रथमवर्णः न तु नकारः. अतः रेफस्य द्वित्वं निषिध्यते तृतीयसूत्रेण. अतः केवलं नु इति भागस्य एव द्वे. अन्यथा तु अनेन सूत्रेण द्वितीयस्य एकाचः द्वे इत्यनेन ऋणु इति द्वितीय एकाचः ऋणु इति द्वितीय एकाचः अस्ति परन्तु रेफस्य द्वित्वं तृतीयसूत्रेण निषिध्यते. अतः केवलं नु एव अवशिष्यते. सो ऊर्णु इति मूलधातुः द्वितीय एकाच अस्ति नु इति भागः. सो तस्य एव द्वे करणीयं द्वितीयभागस्य एव द्वे करणीयम् इति सूत्राणां तत्र अनन्तरं पूर्वाभ्यासः. ऊर्णु इति भागस्य अभ्याससंज्ञा नु ऊर्णु नु सम्पूर्णद्वित्वम् अनन्तरं यत् सम्पूर्णशब्दसमूह तस्य अभ्यस्थितिसंज्ञा इति पूर्व अभ्यासः उभय अभ्यस्तम्. अवगतं वा सर्वैः? एतस्य विषये अग्रे चिन्तनं नास्ति इति अतः मया पुनः एतत् उक्तं. यदा वयं लिट् योजयामः तत्र कथं द्वित्वं करणीयं सो तत्र केवलं सूत्रम् आयाति चेत् नौ यु शुड् बि एबल् टु नो हौ टु डु द द्वित्वम्. अपि च यः द्वितीय एका च अवयवः तत्र ननद्रा संयोगादयः इति सूत्र अत्र द्वितीयस्य अजादेः द्वितीयस्य इत्यनेन यत्र द्वित्वं भवति द्वितीयभागे यदि संयोगस्य प्रथमवर्णः नकारः दकारः रेफः अस्ति तस्य निषेधः अस्ति द्वित्वस्य कृते न इत्यनेन. निषेधकसूत्रम् अस्ति द्वित्वनिषेधकसूत्रम्. परन्तु केवलं द्वितीयस्य यत्र अजादेर्द्वितीयस्य इत्यनेन द्वित्वं भवति तत्र एव एतत् सूत्रस्य प्रसक्तिः अस्ति इति तत्र द्वित्वप्रकरणम् अस्तु. इदानीं तत्र पूर्वस्मिन् वर्गे वयं पठितवन्तः भवती तत्र अष्टमः बिन्दुः किञ्चित् भ्रमः आसीत् खलु लिटि धातोः अनभ्यासस्य इति अभ्यासः वा अभ्यस्तः वा इति. अत्र अनभ्यासः इत्युक्ते अनभ्यासः इत्युक्ते अत्र नै तत्पुरुषसमासः न अभ्यासः. न अभ्यासः इत्युक्ते अभ्यास इत्युक्ते व्याकरणशास्त्रे अभ्यास इत्युक्ते पूर्व आम् सत्यं पूर्व अभ्यासः. तादृशधातुः यः अभ्यासेन सह न अस्ति प्रायशः सि प्रायशः ये तत्र द्विसहस्रधातवः सन्ति तत्र केचन धातवः एव यत्र अजादेर्द्वितीयस्य इत्यनेन द्वितीयस्य तत्र भवति. सो अत्र वदति तादृशधातुः यः अभ्यासेन अभ्यासभागेन सह न अस्ति अन् अभ्यासस्य धातोः. सो यः अभ्यासेन सह न अस्ति तादृशधातोः एव लिटि परे द्वे भवति इति तत्र अन् अभ्यासस्य अनभ्यासस्य इत्युक्ते न अभ्यासस्य न अभ्यासस्य इत्युक्ते अभ्यासभागेन सह यः नास्ति तादृशधातुः इत्युक्ते अर्थं समानं. यस्य धातोः पूर्वे किमपि कारणेन द्वित्वं न अभवत् तस्य लिटि परे तत्र किं भवति द्वे भवति. अत्र पश्यतु ओके ऐ वाण्ट् टु चेक् समथिङ्ग् कोऽपि किमपि वक्तुं शक्यते अस्य विषये तु वदतु. आम् अत्र पश्यतु भगिनि, अत्र मया पूर्वे किम् उक्तम्? वाट् वास् अ सूत्रम्? लिटि धातोर् अनभ्यासस्य, लिटि धातोर् अनभ्यासस्य. सो यः धातुः अत्र सूत्रस्य अर्थः अस्ति, तादृशधातुः यः अभ्यास अत्र अभ्यासस्य, अभ्यासस्य इत्युक्ते षष्ठ्यन्तं पदमस्ति, अन् इदानीम् अन् त्यजतु. सो अत्र किमस्ति? अभ्यासस्य. सो अभ्यासस्य धातोः विशेषणविशेषभावः अस्ति अत्र. किमर्थं चेत् धातोः अपि षष्ठी एकवचनम् अस्ति, अभ्यासस्य अपि षष्ठी एकवचनम् अस्ति. सो अभ्यासस्य धातोः, अभ्यासस्य धातोः इत्युक्ते अभ्यास इत्युक्ते पूर्व अभ्यासः. सो तादृशधातुः यस्य अभ्यास अस्ति तद् अभ्यासस्य धातोः. परन्तु अत्र किं लिखितम्? अन् अभ्यासस्य. अन् अभ्यासस्य इत्युक्ते न अभ्यासस्य, न अभ्यासस्य इत्युक्ते यस्य धातोः अभ्यासभागः नास्ति. अभ्यासभागः इत्युक्ते पूर्व, यत्र अभ्यास कुत्र आयाति? व्याकरणशास्त्रे अभ्यासभागः धातोः कदा भवति? यदा तत्र धातुः द्वित्वम् अनन्तरम् एव तत्र अभ्यासभागः, नो चेत् सम्पूर्ण इत्यस्य अभ्यस्तभागः. सो अत्र पश्यतु, अत्र किञ्चित् वैशिष्ट्यम् अस्ति. अत्र वदति अनभ्यासस्य धातोः लिटि परे द्वित्वम्. अनन्तरम् अत्र पूर्वे एव अस्माभिः पठितम्, अत्र पठतु. जक्षितादेयः षट्, जक्षितादेयः षट् इति ये सप्तधातवः सन्ति, तेषाम् अनेन सूत्रेण किम् अध्यारोपिते? तेषाम् उपरि किम् अध्यारोपिते अनेन सूत्रेण? वदतु भगिनि. अभ्यस्तम्. अभ्यस्त इति संज्ञा अध्यारोपिते. सि अत्र वदति अभ्यास अभावे, द्वित्व अभावे अपि एतेषां सप्त धातूनां किं संज्ञा? अभ्याससंज्ञा नास्ति. किं संज्ञा अस्ति? अभ्यस्तसंज्ञा. अभ्यस्तसंज्ञा इति एतत् सूत्रं वदति. सो सप्त धातूनां ते के? जक्ष, जाग्र, दरिद्रा, चकास, शास, दीदिङ्, वेविङ् च. सो एते सप्त धातूनां तत्र यद्यपि द्वित्वं न भवति तथापि तेषां कृते अभ्यस्तसंज्ञा अस्ति, न तु अभ्याससंज्ञा, अभ्यस्तसंज्ञा अस्ति इति सूत्रं वदति. मेबि अनन्तरम् अभ्यस्तनिमित्तीकृत्य अभ्यस्त अङ्गम् अस्ति चेत्, यदि अङ्गम् अभ्यस्त अङ्गम् अस्ति चेत् तत्र कानिचन कार्याणि अग्रे सन्ति. सो यानि अङ्गे अभ्यस्त आधारीकृत्य यानि कार्याणि सन्ति, ते सर्वाणि कार्याणि एतेषां सप्तधातूनां विषये अपि भवितुं शक्नोति. किमर्थं चेत् एषाम् अनेन सूत्रेण अभ्यस्तसंज्ञा अध्यारोपिते. किमर्थं वदामः अध्यारोपिते भगिनि? पूर्वस्मिन् इत्युक्ते अभ्यस्तसंज्ञा कदा भवति? यदा द्वित्वं भवति तदा एव अभ्यस्त अङ्गस्य अभ्यस्तसंज्ञा. परन्तु एतेषां कृते द्वित्व अभावे अपि अभ्यस्तसंज्ञा तत्र तिष्ठति, अध्यारोपिते. इत्युक्ते सामान्यनियमाधारेण शब्दसमूहस्य अभ्यस्तसंज्ञा कदा भवति? यदा द्वित्वं भवति तदा एव अभ्यस्तसंज्ञा भवितुं शक्नोति, अन्यथा तु न भवितुं शक्नोति. अतः आम् सत्यं महोदय. अतः परन्तु एतेषां सप्तधातूनां तत्र अभ्यस्तसंज्ञा अध्यारोपिते. किमर्थं चेत् यद्यपि तत्र द्वित्वं न भवति तथापि तादृश अङ्गम् अस्ति चेत् तेषाम् अभ्यस्तसंज्ञा अस्ति. सो अत्र वदति अत्र अभ्यस्त इति विषयः नास्ति, अत्र अभ्यासविषयः. सो यः धातुः इत्युक्ते अत्र जाग्र इति, अत्र पश्यतु जाग्र, जाग्र इति धातुः अत्र स्क्रीन् दृश्यते वा भगिनि? अत्र पश्यतु जाग्र इति धातुः एतस्य कृते वयं जानीमः तत्र एतस्य यदति पायाति तिप् पूर्वे यत् अङ्गमस्ति इदानीं तत् अङ्गं वदामः न तु धातु वदामः सो तिप् पूर्वे लिट् पूर्वे यः अङ्गमस्ति सः अभ्यस्त अङ्गमस्ति किमस्ति जाग्रदातु अभ्यस्त अङ्गमस्ति किमर्थं चेत् वयं जानीमः एतस्य धातोः कृते अभ्यस्तसंज्ञा अपि अस्ति सो अत्र धातुः अभ्यस्तसंज्ञा प्राप्नोति तथापि अत्र लिटि परे किं भवति अत्र द्वित्वं लिटि धातोर् अनभ्यासस्य इत्यनेन द्वित्वं भवति सो जजाग्रत भवति सो अत्र वदति तादृशधातुः यः अभ्यासः नास्ति अत्र न लिखितं सूत्रे यस्य धातोः पूर्वे अभ्यस्तसंज्ञा नो चेत् द्वित्वम् अभवत् तत्र लिटि तादृशधातोः एव लिटि परे द्वित्वम् अत्र वदति अनभ्यासस्य इत्युक्ते तादृशधातुः यः अभ्यासेन सह न अस्ति अन् इत्यनेन नास्ति सो इत्युक्ते तस्य सेम् अर्थः अस्ति परन्तु तत्र मम मनसि पूर्वस्मिन् वर्गे एतत् प्रश्नः अभवत् एतेषां धातूनाम् एतेषां सप्तधातूनां तत्र अभ्यस्तसंज्ञा अनेन सूत्रेण अध्यारोपिते एतेषां सूत्राणां तत्र लिटि परे द्वित्वं भवति वा किमर्थं चेत् तेषाम् अभ्यस्तसंज्ञा अस्ति परन्तु इदानीं वयं दृष्टवन्तः तेषां तत्र द्वित्वं भवति लिटि परे यद्यपि तेषाम् अभ्यस्तसंज्ञा अस्ति केवलम् अनेन सूत्रेण अभ्यस्तसंज्ञा एव अध्यारोपिते किमपि अन्य संज्ञा न अभ्यारोपि सो अत्र यः अत्र न लिखितम् अन् अभ्यस्तस्य सो अन् अभ्यस्तस्य यदि अत्र अभ्यस्त इति अस्ति तदा तत्र एतेषां धातूनां द्वित्वं न भवितुं शक्नोति लिटि परि परन्तु अत्र किं लिखितम् अन् अभ्यासस्य सो ये धातवः अभ्यासेन सह न सन्ति तेषाम् एव लिटि परे किं द्वे भवति लिटि परे द्वे भवति इति तत्र सूत्रस्य अर्थः आर् यु गेटिङ्ग् मै पायिण्ट् अवगतं महोदय अवगतं न अत्र न तु अभ्यस्त इति न लिखितम् यदि अभ्यस्त अत्र अन् अभ्यस्तस्य इति लिखितमस्ति चेत् एतेषां धातूनामपि तत्र द्वित्वं न भवितुं शक्नोति लिटि परे परन्तु भवति लिटि परे एतेषां धातूनां द्वित्वं भवति किमर्थं चेत् एतेषां एतस्य एतत् धातुः अभ्यासेन सह अभ्यासभागेन सह नास्ति यद्यपि एतस्य भागस्य अभ्यस्तसंज्ञा अस्ति पत्र परन्तु द्वित्वं न भवत् अत्र सो अभ्यास इति कदा आयाति यदा द्वित्वं भवति तदा एव अभ्यासभागः नो चेत् अभ्यस्तभागः सो तादृशधातोः यस्य पूर्वे द्वित्वं न अभवत् द्वित्वं न अभवत् चेत् तत्र पूर्वभागः नास्ति पूर्वभागः नास्ति चेत् तदा एव लिटि परे द्वित्वं भवति यदि पूर्वभागः अपि अस्ति तत्र लिटि परे धातुः द्वित्वं न भवितुं शक्नोति यदा तत्र सन् प्रत्ययः सो धातुयोग सन् कुर्मः चेत् अत्र अस्ति वा अत्र पश्यतु जिजागीर्ष सन् प्रत्ययस्य योजनेन जाग्रधातुः यः द्वित्वं भवति सः जिजाग्रीष इति नूतनधातुः सो नूतनधातुः अस्ति चेत् अत्र यदा लिट् लकारः योजयामः लिट् लकारः अत्र पश्यतु भगिनि अत्र दृश्यतु स्क्रीन् दृश्यते वा भगिनि सम्यक् दृश्यते वा सन् प्रत्ययः जाग्र अनन्तरं सन् योजयामः चेत् अनन्तरम् अन्यानि कार्याणि सन्ति अस्माकं विषयः तु संयङ्गोः सो सन्यङ्गोः इति सूत्रेण किं भवति? यः अत्र जागिर् इति यः अस्ति तस्य द्वित्वम् अभवत्, जागिर् इति यः द्वित्वम् अभवत्, अत्र तु भिन्नरीत्या अत्र द्वित्वम् अन्ततो गत्वा जागिर् एव अस्ति. सि अनन्तरं कार्याणि अनन्तरम् इत्युक्ते इदानीं तत्र भगिनी अस्माभिः यत् पठितं सन् प्रत्ययस्य परे जागिर् इति अङ्गम् अस्ति. सन् इति सकारः, सन् प्रत्ययस्य सकारः, नकारस्य इति संज्ञा अस्ति, स एव भागः एव अवशिष्यते सन् प्रत्यये. इदानीं तत्र जागिर् जागिर् इति यः अस्ति तस्य द्वित्वं करोतु भगिनि. कथम् अत्र केन सूत्रेण अत्र द्वित्वं भवितुं शक्नोति? द्वे प्रथमस्य अतः जी जा जागिर् भवति. अस्माभिः किं पठितं भगिनि? द्वितीयस्वरपर्यन्तं यद् भागं तस्य एव द्वितीयपर्यन्तं किं कः भागः? द्वितीयस्वरपर्यन्तं जाग् इति सो जाग् योग जागिर् जागिर् योग स सन् प्रत्ययस्य स केन सूत्रेण अत्र द्वित्वम् अभवत्? एकाचो द्वे प्रथमस्य अपि च न विधिसूत्रं किं तत्तु कथं सू केन सूत्रेण केन विधिसूत्रेण अत्र द्वित्वं सन्यङ्गोः सन्यङ्गोः किमर्थं चेत् शनि परे अपि धातुः द्वित्वं भवति. जागिर् अस्ति जागिर् इत्यः अस्ति सन् प्रत्ययस्य कृते कारणेन तत्र सन्धिकार्यम् अभवत्, किमपि कार्यम् अभवत्. सो इदानीं तत्र हलादिशेषः इत्यनेन किं भवति? जा. अभ्यासभागे हलादिशेषः इति सूत्रं कुत्र कार्यं करोति? अभ्यासभागे एव कार्यं करोति. सो जाग् इत्यस्य अभ्याससंज्ञा, द्वयोः मिलित्वा अभ्यस्तसंज्ञा. अभ्यासे किमस्ति? हलादिशेषः. आदिं हल् वर्णः एव शिष्यते, अन्येषां हल् वर्णानां किं लुक् भवति, लोपः भवति. सो जा योग योग स. अनन्तरं ह्रस्वः इति सूत्रेण, ह्रस्वः इति सूत्रेण अभ्यासभागे एव कार्यं, तत्रापि अभ्यासे अभ्यासे अभ्यासे इति अनुवृत्तिः अस्ति. सो अभ्यासे यदि दीर्घस्वरः अस्ति चेत् तस्य किम् आदेशः? ह्रस्व आदेशः. सो ज जागिर् इदानीं किं भवति? ज जागिर् जागिर्. सो ज जागिर् इति योग स इति अस्ति. अत्र पश्यतु कुत्र स्यात् ज जागिर् इति तत्र इदानीम् अस्ति. सो अन्ततो गत्वा सन् प्रत्ययस्य योजनेन अत्र किं सर्वाणि कार्याणि भूत्वा वट् वयर् वि सीङ्ग् आम् इदानीम् अस्माकं विवक्षा किमस्ति? लिट् लकारस्य अस्ति. इदानीम् अस्माकं विवक्षा अस्ति लिट् लकारस्य. सो लिट् लकारस्य विवक्षा अस्ति चेत् तत्र वयं जानीमः प्रायशः लिट् लकार लिटि परे अपि धातुः द्वित्वं. सो इदानीं तत्र ज जागिर् योगस्य यः अस्ति तत् सम्पूर्ण अङ्गम् अस्ति. दिस् इस् एन् अङ्गम् फार् द लिट् फार् द लिट् प्रत्ययः. सो इदानीं कीदृश एतस्य ज जागिर् स यः अस्ति एतस्य कृते धातुसंज्ञा केन सूत्रेण भगिनि? सम्पूर्णशब्दसमूहस्य कृते सनादिवः. सो एतस्य धातुसंज्ञा अस्ति अतः वयं लिट् योजयितुं शक्नुमः. किमर्थं चेत् लिट् प्रत्ययः धातोः विधीयते. सो एतस्य शब्दसमूहस्य धातुसंज्ञा अस्ति. किमर्थं चेत् अत्र सनादि सन् प्रत्ययेषु कोऽपि अन्यतमः अन्ते अस्ति, अतः सनाद्यन्तः धातवः इत्यनेन एतस्य शब्दसमूहस्य धातुसंज्ञा, अतः लिट् आगन्तुं शक्यते. कोऽपि लकारः लट् अपि आगन्तुं शक्यते, लोट् लङ् विधिलिङ्ग् लिट् अपि आगन्तुं शक्यते. अस्माकं विवक्षा तु लिट् लकारस्य. इदानीं जागीर् इति यः धातुः अस्ति, जजागीरस्य इति धातुः यः अस्ति, सः धातुः तत्र पूर्वभागः अपि अस्ति, अभ्यस्तभागः अपि अस्ति. सो इदानीं तत्र द्वित्वं न भवितुं शक्नोति. किमर्थं चेत् लिटि धातोः इति अस्ति, परन्तु कीदृशधातोः? अन अभ्यासस्य धातोः. यस्य यः धातुः अभ्यासेन सह नास्ति तादृशधातोः एव लिटि परिद्वित्वं भवति. इदानीं यः धातुः अस्ति अस्माकं सनाद्यन्तः धातवः इत्यनेन यः जजागिरस् इति यः धातुः अस्ति, तस्य पूर्वभागः अपि अस्ति. इदानीं तत्र पुनः द्वित्वं न करणीयम्. अत्र पश्यतु, लिटि अनन्तरं तत्र पुनः धातु द्वित्वं नास्ति. किमर्थं चेत् अत्र पूर्व एतादृशधातु अभ्यासेन सह अस्ति, अभ्यासभागः अत्र अस्ति, अतः पुनः अत्र लिटिर्धातोर् अनभ्यासस्य इत्यनेन सूत्रेण अत्र धातुः द्वित्वं न भवितुं शक्नोति. किमर्थं चेत् अत्र यः धातुः सः अभ्यासभागेन सह अस्ति, न तु अन्यभ्यासधातु, अतः अत्र पुनः तत्र द्वित्वं न करणीयम्. इदानीं स्पष्टं. इदानीं तत्र विषयः, अतः वयं किं सरलरीत्या किं वदामः, यस्य धातोः पूर्व लिटिर्धातोर् लिटिः धातोः अनभ्यासस्य इति सूत्रेण लिटि धातोर् अनभ्यासस्य इति सूत्रेण यस्य धातोः पूर्वे किञ्चित् कारणेन द्वित्वं न अभवत् तस्य धातोः एव लिटि परे द्वित्वं भवति इति सूत्रस्य अर्थः. परन्तु एतेषां सप्तधातूनां द्वित्वं भवति लिटि परे. किमर्थं चेत् एतेषां कृते केवलम् अभ्यस्तसंज्ञा अस्ति, पूर्वभागः अत्र नास्ति. एतेषां कृते अभ्यस्तसंज्ञा केवल अस्ति, अतः एतेषां विषये अपि लिटि परे तत्र द्वित्वं करणीयं लिटिर्धातोरनभ्यासस्य इति सूत्रेण. कोऽपि प्रश्नः अस्ति वा एतस्य कृते? अवगतं महोदय, धन्यवादः. इदानीं सो पूर्वस्मिन् वर्गे वयं दृष्टवन्तः प्रथम अध्याये अपि च द्वितीय अध्याये तत्र संज्ञासूत्राणि परिभाषासूत्राणि. करपत्रं न दृष्टं महोदय. एकनिमिषं शेर् करोमि. वैट् बोर्ड् अनन्तरं तत्र पुनः तत्र शेर् करणीयं. सो अत्र कोऽपि वक्तुं शक्यते वा कोऽपि पञ्च संज्ञासूत्राणि? केपि महोदय कृपया वदतु कोऽपि पञ्च संज्ञासूत्राणि प्रथम अध्याये. तत्र किम् अस्ति अष्टाध्यायीग्रन्थे संज्ञासूत्राणि परिभाषासूत्राणि? कोऽपि पञ्च संज्ञासूत्राणि वदतु. नाट् दट् आम्. नमस्ते महोदय, वदतु कोऽपि पञ्च संज्ञासूत्राणि वदतु. वृद्धिरादैच् देन् सेकेण्ड् इस् अदेङ्गुणः देन् वी हेव् अस्माभिः यत् पठितं तस्य विषये वदतु. यानि संज्ञासूत्राणि अस्माभिः पठितं तेषां विषये वदतु. न केवलं ये प्रथम अध्याये सन्ति, परन्तु अस्माभिः यानि संज्ञासूत्राणि पठितानि तेषां विषये वदतु. वी हेव् स्टडीड् वाट्स् इट् वन् वास् दर्शनं लोपः. then then we have studied two more vadatu jagati vadatu oh okay धातो भू भूवादयो धातवः एण्ड् वाट्स् इट् सनाद्यो सनाद्यन्तः सनाद्यन्तः धातवः सनाद्यन्तः धातवः सत्यं पञ्चसूत्राणि तत्र अनसूया भगिनी कोऽपि अन्यसूत्राणि सन्ति वा संज्ञासूत्राणि उपदेशे जन्नाशक इत्यादीनि न भवति वा आं भवति संज्ञासूत्रम् अलन्त्यम् उपदेशे जन्नाशक इति न विभक्तौतु स्मः सर्वे अपि संज्ञासूत्राणि एव न विभक्तौतु स्मः इत्यनेन न विभक्तौतु स्मः निषेधसूत्रमस्ति हलन्त्यम् उपदेशे जन्नाशक न विभक्तौतु स्मः इति संज्ञासूत्रं नास्ति निषेधक संज्ञासूत्रमस्ति तत् निषेधसूत्रमस्ति परन्तु हलन्त्यम् उपदेशे जन्नाशक अपि च तदनन्तरं चटो तदपि संज्ञासूत्रं शः प्रत्ययस्य उपधायां च उपधायां च इत्युक्ते उपधायां वकाररकारस्य पूर्वे स्थित उपधायस्य दीर्घं भवति इति सूत्रमस्ति खलु तत्तु संज्ञासूत्रं नास्ति न भगिनि विधिसूत्रम् न विधिसूत्रमस्ति अनन्तरं प्रेषणीयमस्ति भूवादयो धातवः संज्ञासूत्रमस्ति तत्तु उक्तं महोदयेन उक्तं त्रिंशत् सार्वधातुकं संज्ञासूत्रं सार्वधातुकं संज्ञासूत्रमस्ति अनन्तरं सुप्तिगन्तं पदं सुप्तिगन्तं पदं सुप्तिगन्तं पदम् अस्तु अर्धधातुकं शेषः लिट् च लिङ्गाशीषि संज्ञासूत्राणि क्रमेण चत्वारि संज्ञासूत्राणि झटिति आयाति भगिनि चिन्ता मास्तु लक्ष्मी भगिनी अस्ति वा लक्ष्मी एच् एस् भगिनी अस्ति वा कोऽपि पञ्चपरिभाषासूत्राणि वदतु भगिनि पञ्चपरिभाषासूत्राणि नो चेत् त्रीणि वदतु त्रीणि सूत्राणि वदतु एकनिमिषम् जगति वदतु भगिनि आं भगिनि अत्र करेण्ट् नास्ति अतः इपो गुणवृद्धिः स्थानेन्तरतमः स्थाने अन्तर्गमः आद्यन्तौ टकितौ मितचोन्त्यात् परः उरण्ड्रपरः अलोन्तस्य येन विधि तदन्तस्य सत्यं भगिनि अपि च युवोर्नाकौ तदपि स्मर्तव्यं युवोर्नाकौ इति अपि परिभाषासूत्रम् अपि च भगिनि चन्द्रमेति भगिनि अस्ति वा भगिनि ऐ डि नो सी अस्ति तत्र विभक्तिविषये विभक्ति सूत्रेषु विभक्ते यः विभक्ति अस्ति तस्य वयं परिशीलनं कथं करणीयं परिभाषासूत्रं तस्य विषये किमस्ति षष्ठीविभक्तिविषये अपि च सप्तमी विषये अपि च तस्मिन् निर्दिष्टे पूर्वस्य तस्मादुत्तरस्य षष्टिस्थाने योग आम् सो एतानि परिभाषा त्रीणि परिभाषासूत्राणि सर्वैः तत्र सर्वदा स्मर्तव्यं षष्ठिस्थाने योग तस्मिन् निर्दिष्टे पूर्वस्य आदिर्जिटुद्वः उपदेशे अल्नाश्कयत् देन् हलन्त्यम् आदिर्जिटुद्वः तस्य लोपः सन्ध्यासूत्रमस्ति तात्पर्यः तानि संज्ञासूत्राणि वयं किम् अत्र परिभाषासूत्राणि कानि अपि च विभक्तिविषये परिभाषासूत्राणि कानि षष्ठीस्थाने योग तस्मिन् इति निर्दिष्टे पूर्वस्य तस्मादिति उत्तरस्य अपि च तृतीयविषये यः अस्ति तृतीयविभक्तिविषये वयम् अस्माभिः किं पठितं तत्र तृतीयविभक्तिविषये कोऽपि परिभाषासूत्रं नास्ति तत्र यः सः इत्यनेन तत्र यदा सः भवति तत्र इत्युक्ते सः इति पदं यत्र आयाति तत्र पूर्वे अपि भवितुं शक्नोति कार्यं परे अपि भवितुं शक्नोति कार्यं किमर्थं चेत् वयं जानीमः वाक्ये यदा सः इति पदम् आयाति तदा अस्माभिः किं करणीयं तत्र एकं सूत्रम् अस्ति न whenever in a sentence there is a saha padam so that tat sahayoge putrah tritiya panchena saha gachhati putrah janakena saha gachhati tritiya vibhaktiyah prayogah bhavati na yatra yatra vakye saha iti padam asti tatra yaha apadankarta asti apradankarta asti तस्य विषये किम् अहं ऐ एम् टाकिङ्ग् अबौट् द तृतीयाविभक्ति सो सूत्रे तृतीयाविभक्ति अस्ति चेत् पूर्वे अपि कार्यं भवितुं शक्नोति परे अपि कार्यं भवितुं शक्नोति सो कथं जानीमः तत्र सः इति पदं यः सः पदम् अस्ति तत्र तृतीयाविभक्तियः प्रयोगः भवति अतः तत्र प्रायशः तत्र पूर्वे कार्यमपि भवितुं शक्नोति परे अपि कार्यं भवितुं शक्नोति परन्तु तस्य विषये कोऽपि परिभाषासूत्रं नास्ति इति प्रथम अध्याये तत्र केवलं संज्ञासूत्राणि अपि च परिभाषासूत्राणि सन्ति अपि च इको गुणवृद्धिः इति सूत्रं किं वदति इको गुणवृद्धिः इति परिभाषासूत्रं सूत्रं किं वदति सूत्रस्य कः अर्थः इकस्थाने इकस्थाने गुणः वृद्धिः अपि भवितुं शक्यते इति अचोनिनिचि इति सूत्रे अचवर्णस्य गुणः वृद्धिः भवति सो तत्र किमर्थम् एकवर्णानां गुणः न भवति इको गुणवृद्धिः इति सूत्रस्य कः अर्थः कः वदति परिभाषासूत्रस्य कः अर्थः यत्र वृद्धिः न उक्तवती तत्र पुनः वदतु यत्र तत्र परिभाषा गुण वा वृद्धि वा न उक्तम् अस्ति तत्र इकः तत्र परिभाषासूत्रम् आयाति परिभाषासूत्रं सत्यं परन्तु परिभाषासूत्रस्य तत्र अर्थः अस्ति न के वि महोदय किञ्चित् क्लोज् अस्ति परन्तु सम्यक् नास्ति उत्तरं यस्मिन् गुणविधायकसूत्रे गुणविधिसूत्रे नो चेत् वृद्धिविधिसूत्रे स्थानीपदं न दत्तं तत्र इक् स्थानी भवति इति सूत्रस्य अर्थः यस्मिन् गुणविधायकसूत्रे यस्मिन् वृद्धिविधायकसूत्रे स्थानिपदं न दत्तं तत्र इकः इको गुणवृद्धि इति सूत्रेण इक् वर्णः स्थानी भवति यथा सार्वधातुकार्धधातुकयोः सार्वधातुकार्धधातुकयोः इति सूत्रे केवलं निमित्तं दत्तं धातोः सार्वधातुकार्धधातुकयोः पूर्वसूत्रात् मृदेर् गुणः इति सूत्रेण गुणः इति लिखितम् सो धातोः सार्वधातुकार्धधातुकयोः गुणः सो एतत् गुणविधायकसूत्रमस्ति अनेन सूत्रेण गुणः विधीयते कस्य गुणः विधीयते धातोः गुणः विधीयते कदा विधीयते सार्वधातुप्रत्ययपरे अर्धधातुप्रत्ययपरे परन्तु स्थानी न दत्तं षष्ठ्यन्तं पदम् एव नास्ति तस्मिन् सूत्रे कथं जानीमः कस्य स्थाने गुणः करणीयं सो अस्मिन् विधिसूत्रे अस्मिन् गुणविधायकसूत्रे सार्वधातुकार्धधातुकयोः इति गुणविधायकसूत्रे स्थानीवर्णः एव न दत्तं कस्य स्थाने गुणः करणीयम् अतः अत्र परिभाषासूत्रम् आगत्य सहायता करोति इको गुणवृद्धि इक् वर्णस्य गुणः वृद्धिः करणीयं गुणः करणीयम् अत्र तु गुणः अतः इको गुणवृद्धि इति सूत्रस्य कः अर्थः यस्मिन् विधिसूत्रे परिभाषासूत्रस्य आवश्यकता कुत्र भवति विधिसूत्रे भवति परिभाषासूत्रं स्वयं कोऽपि कार्यं न करोति तस्य आवश्यकता विधिसूत्रे भवति सो यस्मिन् गुणविधायकसूत्रे वृद्धिविधायकसूत्रे स्थानीपदं न दत्तं तत्र इक् इकः इति स्थानी भवति तत्र इकः स्थानी भवति परन्तु अचो निणिति इति सूत्रे अचः इति स्थानीवर्णः दत्तम् अतः तत्र इको गुणवृद्धिः इति सूत्रस्य आवश्यकता एव नास्ति किमर्थं चेत् तत्र स्थानी दत्तं कस्य स्थाने वृद्धिः अचो निणिति इत्यनेन वृद्धिकार्यं वृद्धिकरणीयं परन्तु स्थानी दत्तम् अचः वृद्धिः अतः तत्र इकवर्णानां गुणः न भवति तत्र अच् वर्णानां गुणः सोरि वृद्धिः भवति इति इको गुणवृद्धिः सर्वेषां सूत्राणां तत्र अर्थः अपि अस्माकं मनसि भवेत् स्पष्टता भवेत् सूत्रं किं वदति कदा कार्यं करोति इति तत्र अस्माभिः स्मर्तव्यं सर्वैः अवगतं वा कोऽपि प्रश्नः अस्ति वा एतावता अद्य अस्माभिः केवलं तत्र रिपीटः एव कृतं रिविजन् एव अस्ति अत्र अद्य किमपि नूतनं न पठितम् अत्र सो यत् किमपि पठितं तेषां सर्वेषां कृते अस्माकं मनसि स्पष्टता भवेत् तदा एव अग्रे कार्यं कर्तुं शक्यते सो परिभाषासूत्राणि संज्ञासूत्राणि विधिसूत्राणि विधिसूत्राणामपि तत्र मेक् अ लिस्ट् के विधिसूत्राणि अस्माभिः पठितानि अपि च प्रत्येकस्मिन् प्रकरणे तत्र निषेधकसूत्रमपि अस्ति इत्संज्ञाप्रकरणे अपि निषेधकसूत्रम् अस्ति न विभक्तौ तु स्मः तथैव अत्र न नद्रासंयोगादयः इति निषेधकसूत्रं द्वितीय एकाचस्य अव्ययस्य संयोगस्य आदिवर्णः नकारः देफ् दकारः रेफः अस्ति चेत् तस्य द्वित्वं निषिध्यते न करणीयं न इति पदमस्ति तथैव नत्वप्रकरणे पदान्तस्य नः पदान्तस्य इति सूत्रं निषेधकसूत्रम् पदस्य अन्ते नकारः अस्ति चेत् तस्य सर्वाणि निमित्तानि पूरितानि चेदपि तत्र नत्वं न भवति इति निषेधकसूत्रमस्ति पदान्तस्य न पदान्तस्य न इति अनुवृत्तिः पूर्वसूत्रात् अस्ति पदान्तस्य नः न भवति सो इति तत्र निषेधकसूत्राणि विधिसूत्राणि संज्ञासूत्राणि परिभाषासूत्राणि इति तत्र अस्माभिः तत्र स्पष्टता भवेत् अस्तु इदानीं स्थगामः कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगामः जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय ॐ पूर्णमदः पूर्णमिदं पूर्णः पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः। हरिः ओम् तत्सत् नमस्काराः, धन्यवादाः, पुनः मिलामः। धन्यवादः, धन्यवादः भगिनी, शुभदिनम्। धन्यवादः, धन्यवादः महोदय।